नमस्कारः. लुट्लकारः द्वितीयभागः इति करपत्रम् अनुवर्तते. सरला भगिनी, किञ्चित् आहत्य गते सप्ताहे वयं किं दृष्टवन्तः इति एकवारं वदति वा भगिनि? अस्तु, गते सप्ताहे वयं इदानीं वयं वे धातव तस्य प्रक्रिया किं कथं भवति इति पाठ प्रचलन् अस्ति. पकारान्तधातव तस्मिन् वेत् धातव तृप् अपि दृप् द्वौ वेतौ तेषां प्रति चर्चा प्रचलन् अस्ति. सामान्य पकारान्तधातव ते अन्यत् अस्ति सन्ति वप्तप् वप्शप् इति तेषां खरीचयनेन अति भवति प्रक्रिया. किन्तु यदि तृप् तृप् द्वौ अनुटौ कथं वेद् भवति, यदि वेद् भवति तस्य प्रयोजनं किम् अस्ति? ऋतुपदच धातुद्वयम् अस्ति, एकाच् उपदेशे अनुदात तत् अस्ति. प्रथमं महोदय उक्तवान् सोपाननं त्रयं भवति. सर्वे धातव यदि सेत् इति चिन्तयामः, हलन्तधातव सामान्यतः सेत् तस्य आदधातु इद्वलादे इदागम भविष्यति, इदागमस्य विधानम् अस्ति. तदनन्तरम् एकाच् उपदेशे अनुदात अनेन इदागमस्य निषेधः भवति. तदनन्तरं किं भवति, राजिभ्यश्च त्रीणि सूत्राणि सन्ति अस्माकं वेद्धातव कृते. सूयति धूञ्जदात् अनेन राजदभ्यश्च निष्कुश् एते त्रीणि सूत्राणि ये सन्ति तेषां यदि तेषां कृते अस्माकं वेद्धातव वयम् आवली दृष्टवन्तः. इदानीम् अस्ति केवलं तस्मिन् आवल्यां सर्वे सेटस् अस्ति प्राधान्यतः, केवलं तृप् तृप् ये द्वौ धातौ ते अन्टौ द्वौ अन्टौ सन्ति सर्वे शेषः सेटः. यदि सेटः सन्ति तत्र वयं रदादिभ्यश्च अनेन यथा त्रिप् द्रिप् स्विश् मृश् कृश् एते ये धातवः सन्ति स्रिप् मृश् स्पृश् कृश् ते सर्वे सेटः केवलं त्रिप् द्रिप् ए अनटौ तो तत्र रदादिभ्यश्च यदि आगच्छति तस्य चर्चा किं भवति. यदि सेट् अस्ति इडागमस्य विधानस्य अपवादः अस्ति या त्रिप् त्रिप् द्वौ कृते इडागमनिषेधस्य अपवादः अस्ति, किम् अस्ति इति चर्चा वयं कृतवन्तः गतसप्ताहे. इदानीं यदि वयं साधितवन्तः अनुदात इति संज्ञा अस्ति अष्टाध्यायां, सेट् वेट् वा अन्यत् इति कापि संज्ञा नास्ति. एते केवलं महाभाष्ये इति दृष्टवन्तः धातवः ये अनुदातः सन्ति ते अन्यत् इति वदामः. यदि ते अन्यत् अस्ति तो शेषः सेट् वा वेट् इति इति वयं दृष्टवन्तः. तदनन्तरम् अनुदातस्य इति संज्ञा या अस्ति ता च ऋतुपदस्य अन्यतरस्याम् इति सूत्रे प्रयोजनं किम् अस्ति? प्रयोजनमस्ति अम्मागम न तु इडागमस्य निषेध इति. इडागमस्य निषेध एवमेव भवति एते इति महोदयस्य शैली अस्ति. एवमेव इदागमस्य निषेधः अस्ति अनुदातत्वात् न तु अमागमस्य प्रयोजनम् एव अनुदातस्य संज्ञा इति तस्य प्रयोजनम् अस्ति इति. तो इदानीं वयं पश्यामः यदि त्रिप् त्रिप् तत्र आगच्छति एकाच् क्षम्यतां रदादिभ्यश्च अपि मुगन्तलघुपदस्य वा ऋतुपद्य उपाध्यायस्य च त्रयोः ये त्रीणि सूत्राणि आगत्य केषां बलाबलचिन्तेन कस्य प्रसक्तिः प्रथमं भवति, कस्य अनन्तरं भवति, तस्य चिन्तनम् अग्रे अद्य पठामः। साधु भगिनि, क्षम्यतां, म्यूट् मध्ये आसम्। अस्तु भगिनि, आं भगिनि, आगच्छामि, स्मरामि अधुना। तु वयं पुनः त्रिप् त्रिप् तस्य एतेषां प्रक्रिया दृष्टवन्तः। वयं यदि दृष्टवन्तः यदि स्रिप् इति अनुदातम् अस्ति तो साधारणतः अन्यट् अस्ति तो प्रथमम् अमागम अनुदातस्य ऋतुपदस्य अन्यतरस्यां भगिनि। अस्तु, तर्हि देयम् इति आगत्य पाठ इति आरभ्य पाठनीयं खलु, आहत्य इति आरभ्य पठामः। स्रिप् धातु अन्यट् धातु अस्तु, किं भगिनि? स्रिप् धातु अन्यत् तस्मात् पूर्वमपि न पठितं खलु दादुभ्यः? आमां पठितवन्तः। विमला भगिनी, भवती पठितुम् इच्छति वा? अधुना आगतवती भगिनी, कृतवती। अस्तु, अरुणा भगिनी, भवती पठति वा? आं भगिनि, स्रुप् धातु अनिट् स्रुप् योगः अतः अनुदात्तश्च चर्वदपदस्य अन्यतरस्याम् इत्यनेन अम् आगम विकल्पेन भवति जलादौ अकृतिप्रत्ययपरे सृयुगः अम् युगः अत्र अम् इति विदितवन्तः तेन अन्तवर्णात् आगच्छति अतः सृ अम् भगिनी क्षम्यतां, विमला भगिनी टेक्स्ट् कृतवती, पुनः लाक्ड् औट् अभवत् तस्य तस्याः गृहस्य किमपि तत्र वैफै मध्ये क्लेशः अस्ति वा भगिनि? अहं न जानामि, तथा प्रायः स्यात्। वदति वा वैफैं कृतं, नो चेत् सेल्फोन् मध्ये यत्र सेल्युलर् डेटा अस्ति ततः आगन्तुं प्रयत्नं करोतु इति वदति वा? अस्तु, अहं किन्तु अन्येषाम् अस्माकं तु कोऽपि क्लेशः नास्ति खलु, नो चेत् तदेव चिन्तयामि। किमर्थम् इत्युक्ते वयं सर्वे अपि बहिर्गत्वा एकवारम् आगतवन्तः। वदति वा भगिनि? अत्र इको एनचेन यान आदेशः भवति स्ट्रप् इति श्रप् योगता कारिचायन श्रप्ता इति रूपं निष्पन्नं भवति। तर्हि अत्र प्रथमम् आसीत् श्रुप् इति धातुः किम् अस्ति, श्रुप् इति धातुः अनिट् अस्ति खलु भगिनि, साक्षात् अनिट् धातुः अस्ति। तदनन्तरं रदादिभ्यश्च इत्यनेन इडागमः विधीयते विकल्पेन, तदनन्तरम् अनुदातस्य चर्दुपदस्य अन्यतरस्याम् इति यत्र अनुदातः अस्ति इत्युक्ते इडागमः यत्र निषिद्धः अस्ति तस्य तस्मिन् पक्षे अत्र अम्मागमः विधीयते खलु। तर्हि यत्र इडागमः अनिट् अस्ति तत्र रूपद्वयं भवति, तदनन्तरं यत्र सेट् अस्ति तस्य तत्र तु एकमेव रूपम् इति वदामि भगिनि। गते सप्ताहे यथा पठितवन्तः समानमस्ति खलु। अस्तु भगिनि, तत्र अम्मागमः न भवति तस्मिन् पक्षे पुष्पा भगिनी पठति वा भगिनि, एकवारं प्रतिपादयति वा? अम्मागमः न भवति तत्र त्वमेव करोतु वा? अहमेव करोमि वा? अस्तु भगिनि, सरला भगिनी वक्तुम् इच्छति वा? नो चेत् यत्र अमागमः नास्ति तत्र विकल्पेन पुगन्तलघुपत्यस्य चयनेन गुणः भवति, एक स्रिप् ऋकारान्त इति एक प्रत्याहारे आगच्छति, उपधायाम् अस्ति, अत्र तस्य गुणः भूत्वा अर् इति आगच्छति, रेफ अकार उणरपर रेफ आगच्छति अर् सो सर्प् इति भवति, सर्प् योगता सर्प्ता इति भवति। तथैव यत्र इडागमः भवति तत्र तु सृप् प्लस् इ प्लस् ता इति भवति। भगिनी, सृप् केवलम् अनिट् अस्ति, तत्र रथादिभ्यश्च इति न इदागमः वा स्यात् इति न भवति तदेव तत्र मम मनसि आसीत् सृप् इति भिन्नम् इति पूर्वं वयं चर्चितवन्तः कुत्र भेदः इति मम भ्रमः जातः अस्तु भगिनि अधुना स्मरामि अग्रे भवती एव पठति त्रिप् त्रिप् इति द्वौ वेटौ वेटौ इत्युक्ते तत्र इदागमचिन्तनम् एकपक्षे भवति अन्यपक्षे इदागमस्य निषेधः अस्ति यत्र इदागमस्य निषेधः भवति तत्र पुनः अनुदात्तस्य ऋतुपद्यस्य अन्यतरस्याम् अनेन रूपं द्वयम् आगच्छन्ति अनुदात् अम् आगम सति तत्र रूपम् एकम् अन्यम् अस्ति अम् आगम असति इति यत्र पुनः इडागमपक्षे पुगन्तलघुपदस्य प्रसक्तिः अस्ति ईता कारणकी आदधातुक अस्ति ईता सो तत्र तर्पिता इति भवति अनादादिपक्षे इति भवति अनुदात्तस्य च ऋतुपदस्य अन्यतरसाम् अम् आदेश भवति तोत्र इति अम् अस्ति मित्वात् मिदुचोत्यान्तरपर अनेन प्रथम यत् अचवर्ण अस्ति कारान्त तस्य परे अम् आगन आगच्छति योग अम् योगपकार तत्र मकारस्य संज्ञा भवति त्रिप् इति तदनन्तरं ऋकार अपि अकारयोः इकोयनचि अनेन त्रप् भवति रेफ आगच्छ आदेश भवति सो त्रप् योगता त्रप्ता इति भवति अमागमन अपक्षे यत्र अमागमन नास्ति तत्र केवलं पुगन्तलघुपदस्य अनेन त्रप्ता भवति तथैव द्रिप् धातु अपि वेट् अस्ति अतः यत्र इदागम अस्ति दर्पिता इति भवति अमागमे सति भवति द्रप्ता अमागमे असति भवति दर्पिता दर्प्ता इति भवति विमला भगिनी पठति वा भगिनि अग्रे ओ क्षम्यताम् अहं भगिनी न पठितवती खलु आमां विमला भगिनी अस्ति वा ओ बहिर्गतवती पुनः अस्तु किन्तु तदपि इण्टर्नेट् सेल्युलर् प्राब्लम् अस्ति चेत् इण्टर्नेट् रूपेण आगन्तुं वदति वा मेबि तस्य टेलिफोन् अपि इण्टर्नेट् थ्रू भवति तदपि प्रश्नः उदेति यत् अत्र अनुदात्तस्य च ऋतुपदस्य अन्यतरस्यां पुगन्तलघुपदस्य च इति बाध्यबाधकभावप्रसङ्गे द्वयोः कः सम्बन्धः अस्तु तर्हि तृप्योगः इता क्षम्यतां ता इत्यस्मिन् सूत्रद्वयस्य प्रसक्तिः एकस्मिन् पक्षे अनुदात्तस्य चर्दुपदस्य अन्यतरस्याम् इति आगत्य विकल्पेन अम्मागमं विधीयते अन्यत्र अन्यथा तु सामान्यतया पुगन्तलघुपदस्य च इति प्रकृतसूत्रं भवति तर्हि बाध्यबाधकभाव प्रसङ्गे कः सम्बन्धः इति तृप्योगः ता इति स्थितौ द्वयोरपि युगपत् प्रसक्तिः अपि च पुगन्तलघुपदस्य च स्वीक्रियते चेत् अनुदात्तस्य चर्दुपदस्य अन्यतरस्याम् इति सूत्रं निरवकाशं भवति अतः अनुदात्तस्य चर्दुपदस्य अन्यतरस्याम् इति पुगन्तलघुपदस्य च इति सूत्रं प्रति अपवादम् तर्हि अत्र किम् अस्ति अस्माकं तु बलाबलचिन्तनविषये वयं पूर्वपरनित्य अन्तरङ्ग अपवादानाम् उत्तरोत्तरं बल्यः इति वयं पठितवन्तः खलु तर्हि किम् अस्ति अत्र तु नित्यसूत्रं भवति खलु पुगन्तलघुपदपरसूत्रम् अस्ति अत्र नित्यत्वेन तत्र आगच्छति खलु परत्वेन नास्ति किन्तु नित्यत्वेन अत्र यदि पुगन्तलघुपदस्य चेति प्रथमं कार्यं करोति चेत् अनुदात्तस्य चर्दुपदस्य इत्यस्य प्रसक्तिः प्राप्ति न भवति किन्तु अनुदात्तस्य चर्दुपदस्य अन्यतरस्याम् इति प्रथमं कार्यं करोति चेत् पुगन्तलघुपदस्य च इत्यस्य प्रसक्तिः प्राप्तिः निश्चयेन भवति इति कृत्वा नित्यसूत्रं भवति अनुदात्तस्य चर्दुपदस्य अन्यतरस्याम् इति सूत्रम् अनेन तस्य कार्यं भवति इति. अस्तु, पुनः किन्तु अत्र अस्ति नित्यत्वात् न दत्तमस्ति, अपवादत्वेन अस्ति अनुदात्यचरित्रम्. अपवादं कथं भवति खलु भगिनि, अपवादं नास्ति खलु, नित्यत्वम् इति वयं पूर्वं पठितवन्तः खलु. महोदयः प्रष्टव्यः, महोदयेन अत्र लिखितम् अस्ति निर्विकाश भवति, निरवकाशम् इति कृत्वा नित्यत्वं तत्र स्वीक्रियते खलु, तदेव नित्यत्वम् इति वयं पठितवन्तः. एकत्र किम् अस्ति, एकं सूत्रं कार्यं करोति चेत् अन्यसूत्रस्य प्रसक्तिः अपि अस्ति चेत् तत्तु नित्यसूत्रम् इति. ननु नो चेत् मम ब्रह्म नित्यसूत्रं भवति यदि पूर्वं सूत्रस्य कार्यं भवति तदनन्तरमपि कार्यं भवति. तदेव अस्ति, तर्हि पुहुन्दलघुपदस्य नित्यसूत्रं भवति खलु. ओ अस्तु अस्तु, निरवकाशं भवति इति. अस्तु अस्तु, अत्र तु निरवकाशं भवति इति कृत्वा अपवादसूत्रमस्ति. अस्तु भगिनि, अस्तु, तर्हि एक सूत्रमेव नावश्यकम् इति तदा तथा भवति. अनुदातस्य चतुपदस्य अन्यत्र स्यामिति सूत्रम्. अस्तु अस्तु, अधुना ब्रह्मारितः. अस्तु, अरुणा भगिनी पुनः पठितुम् इच्छति वा भगिनि? अन्यप्रश्नः उदेति यत् अनुदात्तस्य च उपदास्यान्यतरस्यामिति सूत्रे प्रसज्यप्रतिषेधः भवति वा पर्युदासप्रतिषेधः भवति वा इति प्रश्नः. सूत्रार्थः उक्तः यत् उपदेशे अनुदात्तः यः रुद् उपदः तस्य अमागमविकल्पेन भवति चलादौ अकित्तिप्रत्यये परे. यदा आदे च उपदेशे अशिति इति इत्यनेन उपदेशे एजन्तधातोः आत्म न तु शिति. अनुवृत्तिसहितसूत्रम् अस्ति, एजः धातोः आत् उपदेशे अशिति. अस्य सूत्रार्थस्य व्यक्तीकरणार्थं वाक्यद्वयं वक्तव्यं भवति. उपदेशे एजन्तस्य धातोः आत्त्वं भवति, शितिप्रत्ययपरे न ना भवति. नाम अत्र आत्त्वस्य विधानार्थं सप्तमीविभक्तौ किमपि निमित्तं नास्ति. उपदेशे एजन्तस्य धातोः आत्त्वं भवति, विधानपक्षे किमपि नियमनं नास्ति. तर्हि एवमेव प्रकृतौ तथा कुर्मः चेत् किं भवति? उपदेशे अनुदात्तः यः ऋतुपदः तस्य अम् आगमः विकल्पेन भवति, जलादौ किति प्रत्यये परे न भवति. एवं वदामः चेत् कः दोषः? अदादिप्रत्यये परे अपि अमागमः भविष्यति, यकारादिप्रत्यये परे अपि अमागमः भविष्यति, केवलं न भवति कुत्र? जलादौ कित् प्रत्यये परे. अत्र अनुदात्तस्य चरुदपदस्य अन्यतरस्यां सूत्रे तस्य प्रसज्यप्रतिषेधः वा पर्युदासप्रतिषेधः इति प्रश्नः अस्ति. सामान्यतः तदा तद् ज्ञापनार्थम् आदेशे उपदेशे शिति इति सूत्रं स्वीकृतं. सूत्रं वदति उपदेशे एजन्तधातोः आत्त्वं न तु शिति. अनु एजः धातोः आत् उपदेशे अशिति. सूर्यं अत्रैव नियमं विधानम् अस्ति आत्त्वम्, अत्र निमित्तं नास्ति. किं सप्तमी विभक्ति शब्दः नास्ति, अतः स्पष्टीकरणार्थं वाक्यद्वयम् उपयुज्यते. उपदेशे एजन्तः धातोः अर्थं भवति इति एकं वाक्यं, स्थितिप्रत्यये परे न भवति इति द्वितीयवाक्यं. नाम अत्र आत्वस्य विधानार्थं सप्तमीविभक्तौ किमपि निमित्तं नास्ति. तथा उपदेशे एजन्त अस्ति चेत् धातोः आत्त्वं भवति. किं निमित्तं नास्ति, प्रत्यय अपेक्षाः नास्ति, विधानपक्षे किमपि नियमं नास्ति. तदा एव अनुदात्तस्य तद् उद्पदस्य अन्यतरस्याम् अत्रापि वयं आदे च उपदेशे अस्ति विधानमेव प्रक्रिया कुर्मः चेत् अत्र कार्यं दोषः भवति. किमर्थं चेत् उपदेशे अनुदात्तः यः ऋतुपदाः तस्य आगमविकल्पेन भवति, जलादौ कित् प्रत्यये परे न भवति. अत्र जलादौ कित् इत्येन जलादि अन्य जलादि भिन्नप्रत्यये परे अपि भवति. जलादिकित्यौ अस्ति, जलादौ कित् अस्ति, अत्र प्रत्यये न भवति. तदेव अयं पठितवः जलादौ कित् प्रत्यये परे न भवति. किं भगिनि मम वा अवगतमस्ति प्रसज्य प्रतिषेधे अत्र सादृश्यं नास्ति. उपदेशे अशिति इत्यनेन शित् प्रत्ययः नापेक्षितम् इति अस्ति, किन्तु प्रत्ययः एव नापेक्षितं खलु, तद् वयं पूर्वं तर्हि पर्युदास भवति ननु, तथा आसीत् मम अवगमः. ओ एवं वा, प्रसज्य वा, यत्र आवश्यकमेव नास्ति तद् प्रसज्य भवति. यत्किमपि भवतु इति अस्ति, यत्किमपि आवश्यकम् इति अस्ति तत् पर्युदास भवति. पर्युदास वर्गे वयं चिन्तवन्तः यदि तृतीय अकिति इति नैतत्पुरुषसमासः भवति, तस्य षड् अर्थाः सन्ति, किन्तु व्याकरणे केवलं अर्थं द्वयम् इति स्वीकर्तव्यमस्ति. प्रतिषेध अपि परिदासप्रतिषेध द्वयोः अर्थं सन्दर्भदृष्ट्वा इति स्वीकर्तव्यं. कुत्र प्रतिषेध प्रसज्य प्रसक्ति भवति, कुत्र पर्युदास इति वयं यथा अस्माकम् उदाहरणम् अस्ति आदेशे उपदेशे अशिति, तत्र प्रसज्य प्रतिषेध अशति. अर्थं किम् अस्ति, उपदेशे अवस्थायां यदि एतद् धातो एजन्तधातो अस्ति, तस्य आत्मं भवति अस्ति, एकं भवति अशिति इति तस्य अर्थं भवति आत्मं भवेत्, अन्यत् वाक्यं भवति एच धातोः आत्मं भवति यदि षित् प्रत्यय परे आत्मं न भवति यदि षित् प्रत्यय परे अस्ति. तो वाक्यं द्वयं भवति इति वाक्यं द्वयं यदि भवति, यदि विधानम् अस्ति यथा एचस्य उपदेशे अवस्थायाम् आत्मं भवति, तत्र कोऽपि नियमः नास्ति. सो षित् भिन्नप्रत्ययः भवेत् न भवेत् इति भवति, प्रसक्तिः अस्ति, तत्र कोऽपि नियमः नास्ति. यदि प्रसज्य प्रतिषेध अस्माकं प्रकृत सूत्रे वयं तुलना कुर्मः अनुदात्तस्य च ऋतुपदस्य अन्यतरसां, तत् अनुवृत्तिसहितसूत्रं किमस्ति, ऋतुपदस्य धातोः अम् आगम अकिति झलादि अकिति प्रत्यये परे भवति. सो यदि प्रसज्य प्रतिषेध वयं कुर्मः यथा उपदेशे अशिति तस्य तुलना कुर्मः, तृतिकं भवति ऋतुपदस्य अमागमविकल्पेन भवति, तस्य कोऽपि नियमः नास्ति. अपि द्वितीयवाक्यं भवति अनुदात्तस्य ऋतुपदस्य विकल्पेन अमागम न भवति यदि झलादि कित् प्रत्यपरे अस्ति. तो यदि झलादि कित् प्रत्यपरे अस्ति तत्र न भवति, किन्तु यत्र अनुदात्तस्य ऋतुपद्यस्य अन्यतरसाम् इति भवति तत्र अनिष्टं रूपम् आगच्छति. कारणं कि अन्ये प्रत्यया यथा इडागम आदौ अस्ति, यदि प्रत्ययस्य आदौ इडागम अस्ति वा यकारादौ प्रत्ययाः सन्ति तत्र अपि तस्य प्रसक्तिः भवति इति वयं न इति न अस्माकं इष्टम् अस्ति अस्माभिः. अतः पर्युदास्य प्रतिषेध स्वीकर्तव्यं, न तु प्रसज्य प्रतिषेध. अग्रे उदाहरणानि सन्ति तत्र कथं पर्युदास स्वीकर्तव्यम् इति. पठामि भगिनि यङ्ग् लुगन्त. आं भगिनि, किन्तु कस्मिन् करपत्रे भगिनि वयं पर्युदास प्रसज्य इति पठितवन्तः वयं? यङ्ग् लुगन्त अपि अहं चिन्तयामि यत्र रिञ्च् अस्ति न रिञ्च् तत्रापि वयं दृष्टवन्तः. मम मनसि तु तत्र पर्यु तत्र विपरीतत्वेन आसीत्. उदाहरणं यथा भवती दत्तवती ब्राह्मण्यान्न, उदाहरणं वर्गे दत्तवती अनाश्व अनाश्व आनयतु अनाश्व आनयतु इति अनाश्व इति भवती अनाश्व आनय मीन्स् अश्व सादृश्यम् अपेक्षितं, न तु अश्व अपेक्षितं. सो यदि सादृश्य अपेक्षितं तत् भवति पर्युदास. अश्व न अपेक्षितम् इति अस्ति. सो प्रसज प्रतिषेध सादृशं न अपेक्षितम् इति. सो पश्यामि. अस्तु भवती पठतु भगिनि. धन्यवादः. अस्तु, यङ् लुगन्त उदाहरणं स्वीकुर्मः. तप् तृप् धातो यङ् लुकि अतिदेशकधातु भवति. तरि तृप् लटि तरि तृप् तृप् तरि तृप् योगति अनुदात्तस्य च ऋतुपदस्य अन्यतरस्याम् इत्यनेन विकल्पेन अमागम तरि तृप्ति. यस्मिन् पक्षे अमागम न भवति तस्मिन् पक्षे पुगन्तलघुपदस्य च इत्यनेन गुण तरि तर्पति इति भवति. अधुना लोटि तरि तृप् योग आने अनुदात्यस्य च ऋतुपदस्य अन्यतरस्याम् इत्यनेन पदेशे अनुदात्त या ऋतुपदस्य तस्य अमागमः विकल्पेन भवति. अत्रापि अमागमः विकल्पेन भविष्यति तरि तृपाणि यत् अनिष्टम्. तथैव विधिलिङ्गि यकारादि प्रत्ययपरि अमागमः भविष्यति तरि तृप् योगयात् तरि तृप्यात्. एतत् अपि अनिष्टरूपं, कुत्र न भविष्यति परिस्थितप्रत्यय झलादि कित् अस्ति चेत् एव अमागमः न स्यात्. तत्र तृप् धातुः यङ् लुकि यदि यङोचि वयं वदामः तर्हि तृप् तृप् इति भवति. तृप् तृप् भवता यङ् तृप्य यङो अचि अनेन पुनः यकारस्य लोपः भवति. तृप् तृप् भूत्वा अभ्यासस्य भवति तर् भवति अभ्यासे चर्चयति भगिनि. अहं विस्मृति कस्य ऋदुप रीङ् रीङ् उद्युपद इत्य विशेषसूत्रमस्ति तस्य तरि तृप् इति भवति तस्य कृते. साधु एकनिमिषं भगिनि. तरि तृप् इति खलु रिङ्ग् ऋतौ इति किमपि आसीत्. पुस्तकं ऋगुपदस्य च इति सूत्रं वा ऋदुपदधातूनां यगन्तधातु सिद्धि इत्यस्मिन् ऋदुपदधातुः अस्ति खलु तत्तु ऋगुपदस्य च इति रीगुदुपदस्य. अस्तु, अनन्तरं रीङ् ऋतौ इति तु तत्तु भिन्नम् आसीत् खलु. तत् किम् आसीत्? नुपत् त्रिप् त्रिप् भूत्वा तत्र हलादिशेषनेन पकारस्य लोपः भवति. त्र इति तस्य तर् कथं भवति, गुणः कथं भवति अभ्यासे चर्च तदनेन अनेन च अभ्यासे चर्चनेन पदस्य च इत्यनेन रीक् आगमः भवति. ओ रीक् आगमः, रीक् आगमः भवति. अस्तु, री इति आगमः. अस्तु, तदनन्तरं यथा वयं त्रिप् त्रिप् कृते दृष्टवन्तः तर्हि त्रिप् अस्ति तत्र, त्रिप् आगमः भूत्वा त्रिप् भवति कोयनचि अनेन तत्र तर्हि तृप्ति इति भवति. अमागम यद् नास्ति तत्र पुगन्तलघुपतस्य अनेन गुणः भवति तर्हि त्रिप् तर्हि त्रिपान् त्रिप्राणि त्रप् तृप्ति इति भवति. किन्तु यदि प्रसज्य प्रतिषेध इति वयं स्वीकुर्मः तत्र अनुदात्तस्य ऋतुपदस्य अन्यतरसां झलि अकिति इत्युक्ते अमागमविधानं भवति यत्र षित् नास्ति, यत्र षित् नास्ति वा तत्र कित् नास्ति वा झल् नास्ति अत्रापि तस्य प्रसक्तिः भवति इति दलसाचकमस्ति भगिनि तत्र इति न करणीयमिति महोदय उक्तवान्. सो इति उदाहरणम् अस्ति यदि लोट् लकारे आनि अस्ति तर्हि त्रप् आनि भवति, यदि यात् अस्ति तर्हि त्रप्यात् भवति इति नष्टम् अस्ति. सो अग्रे दत्तमस्ति नूनं सार्वधातुकलकारेषु कोऽपि कित् प्रत्यय एव नास्ति. अत् यङ् लुकि लटि लोटि लिङि विधि लिङि च त्रिषु अपि वचनेषु त्रिषु अपि पुरुषेषु सर्वत्र अमागमो भविष्यति. अनेन महती समस्या, अस्याः समस्यास्य निवारणार्थं प्रसज प्रतिषेधः न भवेत् अपि च परिदास एव स्वीकर्तव्यः. अमागमस्य विधानार्थ प्रत्ययः अपेक्षितः, स च प्रत्ययः झलादि भवेत् कित् न स्यात्. अनेन अजादिप्रत्यया यकारादिप्रत्यया न निर्वायन्ते. सो इति अत्र कित् झलादि अकित् झलादि भवेत् अत्र नियमम् अस्ति अस्मिन् सूत्रे. नियमम् आनीतव्यं झलादि अकित् इति भवेत्, प्रत्यय भवेत् झलादि अपि अकित् भवेत् इति नियमः अस्ति. तत्र अनिष्टं रूपं न आप्नुमः. तर्हि एकनिमिषं, सार्वधा कोऽपि कृते प्रत्ययः नास्ति सार्वधातुकप्रत्ययेषु भगिनि इति अस्ति. यङ् लुकि लटि लङि विधि लिङि वचनेषु तत्र कित् प्रत्ययः नास्ति. पतक यदि सार्वधातुकम् अप्यत् अस्ति यदत्तस् यदि लटि मध्यमपुरुष उत्तमपुरुष वा मध्यमपुरुष प्रथमपुरुष द्विवचन तत् कित् कित्वत् भवति साधु तत्र तत्तु षित् अस्ति सार्वधातुकम् अप्यत् इति प्रत्यय अप्यत् अस्ति साधु सार्वधातुकम् अप्यत् कित्वत् भवति ङित्वत् भवति साधु किन्तु कित् नास्ति ङित्वत् भवति किन्तु कित् नास्ति आमामां. तर्हि तत्रापि आदेशे अधुना तु वयं किं चर्चां कुर्मः आदेशे किम् अस्ति नो इदानीं चर्चा अस्ति कित् इति प्रसज्य प्रतिषेध स्वीकर्तव्यं वा परिदास प्रतिषेध स्वीकर्तव्यम् निगमम् अस्ति परिदासप्रतिषेध एव स्वीकर्तव्यं. नियमं झलादि कित् अकित् प्रत्यय परे भवेत् इति, न तु कोऽपि प्रत्ययः न भवेत् भिन्नप्रत्ययः भवेत् इति न स्वीकर्तव्यम् अकित् इति तस्य अर्थः. अकित् एकनिमिषम् अनुदातस्य चर्दुपदस्य नतन्दतस्य किमुक्तमस्ति उपदेशे अनुदासस्य रुगुपदस्य अम् जलि अकिति अन्यतरस्यां जलि अकिति इति दत्तमस्ति. तर्हि सामान्यतया यत् जलादि सार्वधातुक अकित् प्रत्ययः अस्ति सार्वधातुकलकारे, तर्हि तत्र किमर्थं न भवति इति सार्वधातुकल अहं चिन्तयामि कित् सार्वधातुकलकारे कित् नास्ति न कित् नास्ति, तर्हि तत्र प्रसक्तिः भवति खलु, तदेव अत्र प्रश्नः. आं प्रसक्तिः भवति तद् इति अनिष्टं रूपं भवेत् साधु. तर्हि तत् कथं निवारयामः, कथं निवारयामः? पर्युदास प्रतिषेध स्वीकर्तव्यम् इत्युक्ते पर्युदासप्रतिषेध स्वीकर्तव्यम् इत्युक्ते प्रत्ययः भवेत् तत् प्रत्ययः अस्ति झलादि अकित् प्रत्ययः कित् न स्यात्. तदेव अस्ति खलु सार्वधातुकप्रत्ययः, प्रत्ययः अपि अस्ति अकित् अपि अस्ति, तर्हि किमर्थं न स्यात्? किन्तु प्रत्ययः झलादि अस्ति कित् नास्ति इति सार्वधातुक अन्य प्रत्ययः यत् अस्ति लटि लोटि इति न भगिनि, नियमं तु एवमेव अस्ति खलु जलादिः भवतु अनन्तरं कित् मा भवतु इति. अन्य यदि भवति वयं वदामः कित् भिन्नप्रत्ययः भवेत् जलादि भवेत् तत् न स्वीकर्तव्यम्. अकिति इति तस्य अर्थं द्वयं भवति, एकम् अस्ति जलादि भवेत् कित् न भवेत्, अन्यम् अस्ति जलादि भवेत् कित् भिन्न भवेत्, कित् भिन्न इति न स्वीकर्तव्यं, तत् अस्ति प्रसज्य प्रतिषेध. कित् भिन्नम् इत्यनेन कित् इव अस्ति किन्तु यत् तदेव अस्ति खलु, पित् अपि कित् भिन्नमेव अस्ति, किमर्थं तद् न स्वीकुर्मः? कारणं यथा उदाहरणं दत्तम् अस्ति तद् या आनी ते अपि आगच्छन्ति कित् भिन्न भवेत् तु तर्हि जलादौ प्रत्यये परे न भवति इत्येव अस्ति इति अस्तु. आमाम् आम् आम् अन्यत्र सर्वत्र अन्यत्र विकल्पेन भवति जलादौ किति प्रत्यये परे न भवति इति अस्ति इति नास्ति आगमः एकारादिपि प्रत्यये परे इति भवति भगिनि अनुदातस्य ऋतुपद्यस्य अमागमः भवति केवलम् इति भवति प्रत्ययस्य विवरणं न भवति एकस्मिन् अकिति प्रत्यये परे अनुवृत्तिसहित्र सूत्रम् भगिनि यत् उपरि यत् विधानपक्षे किमपि नियमं नास्ति तत्र एवमेव प्रकृतौ तथा कुर्मः चेत् किं भवति उपदेशे अनुदात च ऋतुपद तस्य आगमविकल्पेन भवति जलादौ कृतिपरे न भवति इति वाक्यं द्वयं भवति ऋतुपदस्य आगमविकल्पेन भवति जलादौ कित् प्रत्यये परे न भवति. एवं वदामः चेत् तर्हि किम् अस्ति सार्वधातुकलकारेषु अपि भवति खलु भवति आम् यदि एवं वदामः तर्हि सर्वत्र भवति इति एव खलु आम् इति न वक्तव्यं वक्तव्यं जलादौ कित् न भवेत् इति केवलं किन्तु प्रत्ययः आवश्यकं वा अनावश्यकं वा प्रत्ययः आवश्यकम् पर्युदासः एव स्वीकरणीयः प्रत्ययः अपेक्षितः स च प्रत्ययः जलादिः भवेत् कित् न स्यात् अनेन अजादि यकारादिप्रत्ययाः च निवार्यन्ते अजादिप्रत्ययाः यकारादिप्रत्ययाः किमर्थं जलादि नास्ति इति कृत्वा किमर्थं कण्ट्रोल् एफ् सर्च् न भवति निजन्ते पठितवन्तः इति उक्तवती खलु, निजन्ते अपि यङ् लुकि द्वयो द्वयं पाठं यङ्ग्लुकं ददातवः. रिजन्तपाठे वयं दृष्टवन्तः यत्र आदेशे उपदेशे अशिति अस्ति न तत्र. किन्तु तत्र महोदय विस्तरेण न लिखितवान् यथा अत्र लिखितम् अस्ति. एकनिमिषं भगिनि क्षम्यताम् अहं अधिकं समय भगिनि यत्र वयम् अधिकतं न पठितवन्तः एकान्य परिच्छेदं केवलम् विद्याभगिनी प्रतिपादितवती वर्गे यदि अन्वेषणम् इति यत्र आगच्छति तत्र तु न कार्यं करोति एव अस्मिन् तु विकिपीडिया मध्ये. या अहमपि दृष्टवती किन्तु न प्राप्तवती. मया नोट्स् लिखितम् आदौ विद्याभगिन्या किञ्चित् मङ्गलवासरे भवती सम्यक् उक्तवती भगिनी लास्ट् 30 मिनिट्स् इफ् यु लिसन्. हा अस्तु भगिनि तथा करोमि तर्हि. अस्तु कियत् पर्यन्तं पठितवन्तः वयम् अन्य एक परिच्छेद तत् केवलं तद् पठामि वा अहम्. अस्तु अन्यः प्रश्नः उदेति यत् इडागमः अथवा अमागमः द्वयोः मध्ये कस्य विधानं प्रथमं रदादिभ्यश्च अनेन रध् नश् तृप् दृप् दृह् मृ मुह् श्नुः श्निः इत्येतेभ्यः धातुभ्यः वलादेरादधातुकस्य इड् वा स्यात्. अनुदातस्य चर्दुपदस्य नितरस्याम् इत्यनेन उपदेशे अनुदातः यः ऋदुपदः तस्य अमागमः विकल्पेन भवति जलादौ अकिति प्रत्यये परे. द्वयोः कृते धातोः परः कश्चन प्रत्ययः अपेक्षितः एव. रदादिभ्यश्च च परसूत्रम् अतः प्रथमम् इडागमः तदा एव अमागमः परिशीलनीयः. ओ अस्तु. अन्यश्च प्रथमम् अमागमः आनीयते चेत् समस्या भवति यत् इडागमस्य विधानं पूर्वं तास् प्रत्ययः जलादिः एव विधानात् पूर्वं तास् प्रत्ययः जलादिः एव. अतः प्रथमम् अमागमः भवति चेत् स च अमागमः आगमिष्यति यत्र न आगन्तव्यम् अस्ति तदा इडागमः भविष्यति. इडागमः विधानसूत्रे अमागमः धातौ अस्ति न वा इति प्रसङ्गे किमपि नास्तुम् अतः अमागमः अस्ति चेदपि इडागमविधानं भवति. तस्य निवारणार्थं रथादिभ्यश्च परसूत्रम् अनेन प्रथमम् इडागमः अनेन इडागमः यत्र भवति तस्य प्रत्ययः जलादिः नास्ति तस्मात् च तत्र अमागमः न भवति यतोहि प्रत्ययः जादिः. प्रथमम् इडागमविधानं भवति चेदेव अनुदातस्य चर्दुपदस्य अन्यतरस्याम् इत्यस्य निमित्तं जलादि अकिति प्रत्यये परे व्यवहारे आगच्छति. अस्तु बहु सम्यक् उक्तमस्ति. तर्हि रथादिभ्यश्च यत्र तृप्योगः प्रत्ययः इति अस्ति. तृप् इति धातुः आगच्छति. यत्र वयं लुट्लकारं किमस्ति लेखितुम् इच्छामः अधुना लुट् इति भवति. तृप् योगः लुट् इति स्थितौ. तत्र प्रथमं रथादिद्यश्च इति आगच्छति वा ता इति अस्ति. तृप् योगः ता इति अस्ति. तत्र प्रथमं रथादिद्यश्च इत्यनेन इडागमः भवति वा, नो चेत् विकल्पेन इडागमः, नो चेत् अनुदातस्य चर्दुपदस्य नितरस्याम् इत्यनेन अमागमः भवति वा इति तस्य सूत्रस्य प्रसक्तिः इति. तर्हि उक्तम् अस्ति यदि अमागमः प्रथमं भवति चेत् तृप् योगः अम् इति प्रथमसोपाने भवति. अनन्तरं तत्र रदादिव्यस्य इत्यनेन यत्र अम् इति आगतं तस्मात् परे पुनः इडागमः भवति. तर्हि असिद्धं रूपं प्राप्नुमः वयं. तथा यत्र इडागमः भवति तत्र अम् आगमः मास्तु इति अस्माकम् अवगमनं, तथा रूपं नास्ति इति. तर्हि तद् निवारणार्थमेव रथादिभ्यश इति सूत्रं परसूत्रमस्ति. अति अनेन बलवद् भवति. तर्हि प्रथमं रथादिभ्यश इत्यनेन इडागमः भवति, विकल्पेन इडागमः भवति. यत्र विकल्पेन यत्र प्रथमं यस्मिन् पक्षे इडागमं जातम् अधुना द्वितीयसूत्रम् अनुदातस्य चर्दुपदस्य अन्यतरस्याम् इत्यस्य प्रसक्तिः प्राप्तिः न भवति. तर्हि इडागमः यत्र इडागमे पक्षे तु तत्र अमागमः न भवति. यत्र अनिड् भवत् अस्ति तस्मिन् पक्षे तु अनुदातस्य चर्दुपदस्य अन्यतरस्याम् इति विकल्पेन अमागमः भूत्वा सिद्धं साधुरूपाणि सिद्ध प्राप्नुमः वयम् इति विवृतम् अस्ति. प्रश्नः तु नास्ति. अन्येषां मनसि प्रश्नः अस्ति वा अस्मिन्? न भगिनी, मया तु पुनः पर्युदास सज्ज इति अहं स्वीकृत्य पश्यामि. तत्र पुरातने करपत्रे तु सरलमासीत् अन्वेष्टुम्. अस्तु भगिनि, मम तु प्रश्नः नास्ति. विरमामः वा? अस्तु, धन्यवादः. धन्यवादः.